नमस्सर्वेभ्यः समासच्छेदनवर्गे सर्वेषां स्वागतम्. प्रथमं समासस्य सूत्राणि तत्पुरुषसूत्राणि उषा भगिनी पठतु. आं महोदय. तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं स्थेन कट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोडमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमीशौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेषेण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयगृष्टिधेनुवशा वेहद्बष्कयणी प्रवक्तृश्रोद्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलतिपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपादः पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्टी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिङ् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच. धन्यवादः भगिनि. अरुणा भगिनी समासान्तसूत्राणि पठति. आं महोदय. तत्पुरुषस्य अङ्गुलेः सङ्ख्या अव्ययवादेः अव्ययादेः अहं सर्वे एकदेशसङ्ख्यात् पुण्याच्च पात्रैः अन्होहन् एतेभ्यः न सङ्ख्यादेः समाहारे उत्तम एकाभ्यां च राजाः सखिभ्यश्च गोः अतितद्धितलुकि अग्राख्याया मुरषः अनोशम्याः सरसां जातिसंयोः ग्रामकौटभ्यां च तक्षण अतेः सुनः उपमानपप्राणिषु उत्तरमृगपूर्वाच्च सक्थनः नावोदिगोः अर्धाच्च कार्याः पाचां दित्रिभ्या मञ्जलेः अनुसन्तानपुंसकार्थन्दसि ब्राह्मणो जानपदाख्यायां कुमुदभ्याम् अन्यतरस्याम्। धन्यवादः भगिनि। अत्र षष्टिशेषे इति सूत्रान्तर्गत विभजनं कृतम् अस्ति पूर्वस्मिन् वर्गे एकः अस्ति सम्बन्धषष्टिः, अन्यः अस्ति कारकषष्टिः। अत्र सम्बन्धषष्टिः एतत् सामान्यमस्ति, यत्र यत्र उभयोपदार्थयोः सम्बन्धं दृश्यते तस्य कारक तस्य सम्बन्धं निर्धारयितुं षष्टिविभक्तिः उपयुज्यते। कारकषष्टिः इत्युक्ते यदा क्रियाया कारकम् उक्त्वा अनभिहिते अनुक्त्वा अस्ति चेत्, कारकविवक्षा नास्ति चेत् तत्रापि कारकषष्टिः इत्युक्ते कारक अविवक्षायाम् इत्युक्ते यदा कर्मण अविवक्षायां कोऽपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति। अत्र कारकप्रत्ययः इत्युक्ते कारक उक्त्वा इति कृत्वा क्रियया यद् उक्तम् इति कर्तार्थे अस्ति चेत् कर्ता उक्ता भवति, कर्मणि अस्ति चेत् कर्म उक्ता अस्ति इत्याकृत एवम् अधिकरण इत्यादि कारकाणि उक्ता चेत् तत्र कारकस्य विवक्षा अस्ति कृत्वा तत्र कारकप्रत्यय विधीयते, विभक्तिः विधीयते। किन्तु तत्र वक्तुं न इच्छति कारकस्य उल्लेखः न वक्तुम् इच्छति, क्रियाया उक्तमस्ति चेदपि विवक्षा नास्ति चेत् तत्र षष्टिः भवति इति कारकषष्टिः इति वदति। तदेव कारकषष्टिः मुख्यमस्ति। यदा उदाहरणे मातरं स्मरति इत्यस्य स्मरति इति तत्र मातरमिति कर्म उक्तम् अस्ति, स्मरति इति पदं कर्ता अस्ति कोऽपि बालः अथवा कोऽपि अस्ति सः इत्यादि तत्र स्मरति इति कर्तृत्वे अस्ति, तत्र मातरम् इति कर्म उक्तम् अस्ति, सकर्मकधातुः अस्ति कृत्वा तत्कारणेन मातरम् इति द्वितीयविभक्तिं भवति। किन्तु यतो द्वितीयविभक्तिं उक्त्वा चेत् अपि तत्र द्वितीया कारकस्य विवक्षा न वक्तुम् इच्छति चेत् अविवक्षायां तस्त मातरं स्मरति इत्यस्थाने मातरम् इत्यस्य मातृशब्दस्य षष्टिविभक्ति उपयुज्य मातुः स्मरति इति वदति। तदपि तत् कारणेन कारकषष्टिः इति वक्तुं शक्यते। षष्टिशेषे अन्यषष्टिः के इति पृच्छे सति, एकमस्ति सम्बन्धषष्टिः, कारकषष्टिः इति वयं दृष्टवन्तः। तदनन्तरं प्रतिपदविधानषष्टिः इति एकः प्रभेदः सन्ति। तत्र प्रतिपदविधान इति उक्त्वा पाणिनिना अत्र अष्टसूत्रेषु कुत्र षष्टिः विधीयते इति निर्दिष्टः अस्ति। तत् निर्दिष्टेन तत्र षष्टिविभक्तिः भवति, तत्र षष्टिविभक्तिः भवति चेत् षष्टितत्पुरुषसमासं कर्तुं शक्यते वा इति पृच्छति। न, प्रतिविधविधान यत्र विधिना पदं षष्टिपदं विधीयते सूत्रेण विशिष्टसूत्रेण सह, तत्कारणेन यत् पदं षष्टिः भूत्वा पदद्वये वर्तते तत्र समासनिषेधार्थमेव तत्र प्रतिविधविधानषष्टिः इति प्रभेदः निर्दिष्टाः सन्ति पाणिनिना। अत्र आहत्य त्रिपारिका इति ज्ञातव्यं, शेषे षष्टिः, कृद्योग्यषष्टिः, प्रतिविधानषष्टिः इति अत्र अस्ति। अत्र एते अतिरिच्य अन्ये अपि षष्ट्यः वर्तते, निर्धारणषष्टिः तत्तु षष्टिशेष इति सूत्रेण न विद्यते, यदा बालानां श्रेष्ठः इति तत्र निर्धारणं क्रियते, बालानां श्रेष्ठः अथवा राजानां वीरः इत्यादि, तत् निर्धारणषष्टिः इति वक्तुं शक्य इति एव अस्ति. तत्र तु तत्रापि तत्र समासः न भवति, केवलं सम्बन्धषष्टिः अथवा कारकषष्टिः अस्ति चेदेव समासं भवति इति. तत्र प्रभेदः किम् अस्ति, शेषे षष्टिः, शेषे षष्टिः अन्तर्भूतः अस्ति सम्बन्धसामान्य एवं कारक अभिवक्षायाम् इति एव अस्ति. तत् उभयोः शेषे षष्टिः इति अस्ति. कृद्योगे षष्टिः, यतः कर्तुः कर्मणषष्टिः, तत्र कृद्योगे षष्टिः इति विशिष्टसूत्रेण विधीयते. कर्तरि षष्टिः अथवा कर्मणि षष्टिः इति, तत्र तु समासः भवति. उभयप्राप्ते कर्मणः नित्यं षष्टिः भवति, किं कर्तुः विकल्पेन षष्टिः भवति. यत्र कृद्योगे षष्टिः इति कृदन्तस्य योजनेन कर्ता अपि षष्टिः भवितुम् अर्हति, कर्मम् अपि षष्टिः भवितुम् अर्हति. तद् अवस्थायां कर्मणः षष्टिः नित्यं भवति, कर्ता तु विकल्पेन भवति, न प्रथमा भवितुम् अर्हति नो चेत् षष्टिः अपि भवितुम् अर्हति इति एव तत्र विशेषः अस्ति. कर्म कृद्योगे षष्टिः इति प्रतिविधविधानषष्टिः तत्र समासः निषिद्धम् अस्ति अष्टैः सूत्रैः सह. तत्र तदारभ्य अधुना किं शेषे षष्टिः इति आरभ्य अधुना पठामः. उषा भगिनी पठति वा शेषे षष्टिः इति? आं भगिनि, आम् महोदय. शेषे षष्टिः, ओके, षष्टिशेषे इति सूत्रेण या षष्टिविभक्तिः विहिता भवति सा शेषषष्टिः इति नाम्ना ज्ञायते. इयं षष्टिः सम्बन्धसामान्ये भवति, नो चेत् कारकाणाम् अविवक्षायां. यथा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्टिः विहिता अस्ति, कारकाणाम् अविवक्षायामपि शेषषष्टिः भवति. यस्याः नाम अस्ति कारकषष्टिः इति. यथा मातुः स्मरति इति कारकषष्टिः. यथा एकः दृष्टान्तः कारकषष्टिः इति विषये कुमारसम्भवात्, न केवलं यः महतः अपभाषते शृणोति तस्मादपि यः स पापभाक्. For it is not only the person who talks ill of great men would get the sin, but also those who are listening to such baseless charges. Asmin shloke mahataha iti shashtyanta padasya prayogah drishyate. Atra mahataha ityatra ya shashti asti sa karmanah avivakshayam krita asti. Karmanah vivakshayam tu न केवलं या यः महान्तम् अपभाषते शृणोति तस्मादपि यः सः पापभाक् इति स्यात्. षष्टिशेषे इति सूत्रेण षष्टिविभक्तिः या षष्टिविभक्तिः विहिता भवति सा शेषषष्टिः इति उच्यते इयं षष्टिः सम्बन्धसामान्ये भवति अथवा अविवक्षायामपि भवितुम् अर्हति. राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्टिः विहिता भवति. राज्ञः पुरुषः इति स्वस्वामिभावसम्बन्धं सूचयति, सम्बन्धसामान्ये षष्टिः इति भवति. कारकाणाम् अविवक्षायामपि षष्टिशेषे इति सूत्रेण भवितुम् अर्हति. कारकाणाम् अविवक्षायाम् अर्थात् मातरं स्मरति इत्यत्र मातरम् इति न वक्तुम् इच्छति चेत् मातरम् अपि मातुः इति भवितुम् अर्हति. मातुः इति षष्ठीविभक्तिः अस्ति. मातरं स्मरति न मातुः स्मरति अपि सम्यक् भवति. यथा एकः कुमारसम्भवे देर् इस् अ उदाहरणम् अस्ति. न केवलं यः महतः अपभाषते शृणोति न केवलं यः महतः अपभाषते. महतः इति षष्ठीविभक्तिः अस्ति. महान्तम् इति प्रायेण भवितुम् अर्हति. लैक् इन्स्टेड् आफ् महान्तं महतः इस् यूस्ड्. हौ डु ऐ से दट् इन्स्टेड् आफ् महान्तं ऐ केन् यूस् महतः. महान्तम् इति प्रायेण भवितुम् अर्हति. महान्तम् इत्यस्य स्थाने महतः अपि भवितुम् अर्हति. महतः इति प्रयोगं कारकषष्ठी इति अविवक्षायाम् अर्थे अस्ति षष्टिशेषे इति सूत्रेण. तत्र कारकषष्ठी सम्बन्धषष्ठी तु सर्वे जानन्ति, तस्मिन् कोऽपि वक्तुं न इच्छामि. किन्तु कारकषष्ठी इत्युक्ते कारक अविवक्षायां, यत्र कारकस्य विवक्षा न कर्तुं वक्तुम् इच्छति चेत् तत्र षष्ठी भवितुम् अर्हति. यथा उदाहरणमस्ति कुमारसम्भवात्, यः महतः अपभाषते अथवा यः महतः शृणोति इति वाक्ये अस्ति. इति वाक्ये किम् अस्ति, महतः इति षष्ठी उपयुज्य अत्र दत्तमस्ति. केन कारणेन, महान्तं शृणोति अथवा महान्तम् अपभाषते इति सामान्यप्रयोगः. तत्र महान्तम् इति अविवक्षा अस्ति, कर्मणः अविवक्षा अस्ति चेत् तत्र षष्ठी उपयुज्य शेषे षष्ठी इति सूत्रेण, षष्ठिशेष इति सूत्रेण षष्ठीं विभक्तिं विदायं कृत्वा महत अपभाषते अथवा महतः शृणोति, तस्मादपि यः पापभाक् इति उदाहरणम् एकं दत्तमस्ति कुमारसम्भवात्. तदेव अस्ति अस्मि, तत्र कारकविवक्षा नास्ति इति कृत्वा महान्तम् इति द्वितीयान्तं पदं त्याज्य तस्य स्थाने षष्ठीविभक्ति उपयुज्यते. तदेव कारक अविवक्षा इत्युक्ते. सम्बन्धषष्ठी महोदय, when Bhagini was asking for examples, I think I was thinking Ishwarasya Jagat. If I say Ishwarasya Jagat, what kind of sambandha? Then every sambandha seems to apply. Yeah, Ishwarasya Jagat ki it's like Swaswami Bhava sambandha comes. Srishti Siddhi Layasya Karta, no? Yeah, that's why then every sambandha comes then. So Janakajanya Bhava also comes, then Prakriti Vikriti Bhava also comes, then. Don't go too much. I know. Then it becomes Vedanta. Srishti Nasti. Ajnanakale Eva Srishti Asti. Yeah, Ajnanakale, yeah. Taddhita Prayo, Taddhita Prakriyayam, Eka Sutramasti, Tasya Apatyam. इति तस्य अपत्यं तत्रापि तस्य इति षष्टिनिर्धारणेन तत्र अपत्यम् अर्थे तत्र अर्थे न समर्थानां इति समर्थानाम् अर्थ अन् प्रत्ययः दीयते. तत्रापि षष्टि सूचयति सूत्रेण कृत्योगे षष्टि इति. अरुणा भगिनी पठति वा? आं महोदय. कृद्योगो षष्टि, कृद्योगो षष्टि नाम सा या विहिता भवति कृदन्तपदस्य योगे, अर्थात् या षष्टि विहिता भवति कर्तृकर्मणो कृति उभयप्राप्तो कर्मणि इत्याभ्यां सूत्राभ्याम्। अत्र कृद्योगे षष्टि, अत्र षष्टि विभक्ति कृदन्तपदस्य योगः भवति, समासः भवति। अत्र द्वय सूत्रद्वयमस्ति, कर्तृकर्मणो कृति उभयप्राप्तौ कर्मणि सूत्र अनुसृत्य अत्र समासः भवति। साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमविभक्तिः भवति, प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीया विभक्तिः भवति। एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमविभक्तिः भवति, नो चेत् द्वितीया विभक्तिः भवति। परन्तु कृदन्तपदस्य योगे अयं नियमः न पाल्यते, यदा कर्ता कर्म च अनुक्तं भवति प्रत्ययेन। किमर्थम् अयं नियमः न पाल्यते इति उच्यते, यतोहि अत्र अपवादत्वेन कृत्कर्मणो कृतिः उभयप्राप्तौ कर्मणि च इति सूत्रद्वयं वर्तते। कृत्योगे कर्तुः तृतीयां बाधित्वा षष्टिविभक्ति विधीयते, अपि च कर्मणः द्वितीयां बाधित्वा षष्टिविभक्ति विधीयते। अग्रे अस्य विवरणं दीयते कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि इत्यनयोः सूत्रविवरणकाले। तदर्थं साधारणतया कर्ता पदविभक्ति एव भवति प्रत्ययेन उक्तः, लैक् कर्ता इति अत्र कर्ता विभक्ति तदा तदेव कर्ता अनुक्तमस्ति चेत् तस्य तृतीयविभक्ति भवति कर्मणि प्रयोगे। एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमाविभक्ति भवति, नो चेत् द्वितीयाविभक्ति भवति। परन्तु कृत्पदन्तस्य योगे अयं नियमः न प्रयुज्यते, किमर्थं चेत् अत्र अपवादेन कर्तृकर्मणोः कृति इति अन्यसूत्रमस्ति, उभयप्राप्तौ कर्मणि सूत्रद्वयं वर्तते। तच्च कारणात् कृत्योगे कर्तुः तृतीया बाधित्वा षष्टिविभक्ति विधीयते, अपि च कर्मणः द्वितीया बाधित्वा षष्टिविभक्ति विधीयते। अवगतं महोदय, सामान्यतया प्रत्ययसूचि इति प्रत्ययकर्ता सूचयति चेत् अत्र प्रथमविभक्ति भवति, अनुक्तमस्ति चेत् तृतीयविभक्ति भवति, परन्तु तथैव द्वितीयविभक्ति अपि उक्तमस्ति चेत् कर्मणः उक्तमस्ति चेत् प्रथमाविभक्ति, न चेत् द्वितीयाविभक्ति। कृदन्त पदयोजनेन वयं समासः कर्तुम् इच्छामः, अत्र अपवादसूत्रम् आगत्य कर्तृकर्मणो कृतिः उभयप्राप्तौ कर्मणि सूत्रद्वयं कार्यं करोति। कृतयोगे कर्तुः अत्र तृतीया अत्र कर्तः अनुक्तः, परन्तु कृत् प्रत्यये चेत् योज्यं कृत्वा षष्टिविभक्तिः विधीयते, तदेव कर्मणः द्वितीया बाधित्वा षष्टिविभक्ति भवति। तदेव अत्र केवलम् इत्यस्ति कर्तृकर्मणो कृति इति, एवम् उभयप्राप्तौ कर्मणि इति सूत्रं द्वयम् अपवादरूपेण षष्टिविधानं भवति। साधारणतया कर्तरिप्रयोगे तु षष्टि एव न दृश्यते, कर्ता उक्तः अस्ति कृत्वा कर्ता प्रथमा विभक्तिं भवति, कर्मण तु द्वितीयां विभक्तिं भवति. यदि कर्मणि प्रयोगे सः एव तदेव वक्तुम् इच्छति चेत् तत्र क्रियापदेन कर्मणि कर्मणि यक् योजनेन अथवा कर्मणि प्रयोगस्य प्रत्ययं योजनेन कर्म उक्त्वा कृत्वा कर्मस्य प्रथमा विभक्ति भवति. तत्र कर्ता तृतीया विभक्तिं भवति, न तु षष्टिविभक्ति. किन्तु कर्तृकर्मणो कृते उभयप्राप्तौ कर्मणि इति सूत्रद्वयं किमिच्छति चेत् तत्र कर्मकारकस्य विवक्षा नास्ति. कर्तृकर्मकारकस्य विवक्षा नास्ति चेत् तत्र कृत्योजनेन कर्ता अथवा कर्मस्य तृतीया विभक्तिं भवितुम् अर्हति अपवादरूपेण. उभयप्राप्तौ अस्ति यदा कर्मशब्देन उभयप्राप्तौ इत्युक्ते कर्ता अपि प्राप्तुं शक्यते, कर्मस्य अपि षष्ठी वक्तुं शक्यते चेत् उभयप्राप्तौ सति कर्मस्य एव षष्ठी भवति नित्यरूपेण. कर्तस्य विवक्षायाम् आधारीकृत्य षष्ठी भवितुम् अर्हति, नो चेत् प्रथमा भवति इति एव तत्र अत्र परिच्छेदस्य समक्षेपः अस्ति. तत्र कर्तृकर्मणो कृति इति इत्यनेन सूत्रेण कृत्यप्रत्ययोगे अनुक्ते कर्तरि कर्मणि च षष्टि विभक्तिर्भवति. अर्थात् कृतन्तस्य योगे वाक्ये अनुक्तस्य कर्तुः कर्मणा च षष्टि विभक्तिर्भवति. अनुक्तः नाम प्रत्ययेन न उक्तं चेत्. उदाहरणमस्ति यदा कर्तृकर्मणो कृति इत्यनेन कर्तुषष्ठी इति उदाहरणम् अग्रे दत्तमस्ति. तत्र किम् अस्ति, कृष्णस्य कृतिः इति उदाहरणवाक्यमस्ति. तत्र कृतिः इति कृतन्तम्, अत्र कृतिः इति तिङ्गन्तप्रत्ययः शब्दः भावार्थे विहितः अस्ति. भावः नाम क्रिया इति अर्थः. यदा प्रत्ययः भावार्थः भावार्थे विधीयते तदा तेन प्रयोगेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति. कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता, सः अनुक्तः अस्ति. कृति इति कृदन्ते योगे कृदन्तेन यतोहि कृति इति कृदन्तं भावार्थे अस्ति. कृतिः इति कृदन्तस्य योगे अनुक्तस्य कर्तुः विभक्तिः यदा कर्तृकर्मणो कृति इत्यनेन सूत्रेण. अतः एव अनुक्तकर्ता तृतीया न प्राप्नोति अपि तु षष्टिं प्राप्नोति. एवं च कृष्णस्य कृतिः इति वाक्यं जातम्. अत्र कर्तृकर्मणो कृति इति सूत्रे कर्ता अनुक्ता इति उदाहरणम् अस्ति. कर्तुषष्टि कृतिः इति तिङ्गन्तप्रत्ययः अस्ति. तत्र भावार्थे कृ धातोः भावार्थे क्रिया सूचयति. कृष्णेन यं किमपि कृतम् इति यादवा कृष्णस्य कृतिः इति उदाहरणवाक्ये कृष्णेन कृतम् इति न उक्तम्. तत्र कृतिः इति तिङ्गन्तप्रत्ययेन अनुक्ता भवति. कर्ता अपि च कर्म उभयोः अनुक्ता अस्ति. इति कृत्वा कृष्णः कृतिः अनुक्ता अस्ति चेत् कृष्णः प्रथमा विभक्तिं भवितुम् अर्हति. किन्तु कर्तृकर्मणो कृति इति सूत्रेण तस्य किम् इति कर्ता अविवक्षायां कर्ता प्रथमा विभक्तिम् अविवक्षायाम् अस्ति चेत् तस्य षष्टिं कृत्वा कृष्णस्य कृति इति जातम् इति वाक्यं जातमेव. तदेव तत्र अनुक्ता इति. अतः एव अनुक्ता कर्ता तृतीयां न प्राप्नोति. कृष्णेन कृतिः अथवा कृष्णेन कृतम् इति वाक्ये कृष्णस्य कृतम् अथवा कृष्णस्य कृतिः उत्तर उभयत्र षष्ठी एव उपयुज्यते. इति कृत्वा अनु कारकषष्टि इति अस्य कर्तृषष्टि इति उदाहरणमस्ति. कर्मणषष्टि इति उदाहरणमस्ति. कृष्णः जगतः कर्ता यदा उषा भगिन्या उक्तं कृष्णः जगतः कर्ता इति उदाहरणवाक्यम्. अस्मिन् वाक्ये कर्ता इति कृदन्तपदं कर्तरत्वे विहितम्, अतः कर्ता इत्यनेन कृदन्तपदेन कृष्णः यः वाक्ये कर्तः उक्ता भवति, अतः उक्तस्य कृष्णस्य प्रथमा विभक्ति जाता तृतीयं बाधित्वा। तत्र कारकविवक्षा अस्ति, कारकविवक्षायां जगतः कर्ता इति वाक्ये कृष्ण कर्ता उक्त्वा कृष्णः इति प्रथमा विभक्ति जाता इति, जगतः इति कर्मपदं केनापि प्रत्ययेन उक्तं न उक्तम्। अनुक्तस्य कर्मणः षष्टिविभक्ति जातः कर्तृकर्मणो कृति इत्यनेन सूत्रेण द्वितीयं बाधयित्वा, यतोहि कर्ता इति कृदन्तेन योगः अस्ति कर्मणः जातः। अत्र कृति कर्ता इति कृदन्तपदं ताप्रत्ययान्तमस्ति, ताप्रत्ययान्तेन कर्मपदं न उक्तम्। अतः कृष्णस्य उक्तस्य कृष्णस्य प्रथमा विभक्तिः जातः तृतीयं बाधित्वा इति, कृष्णेन जगतः यदि कर्म लट् विवक्षायां वदति चेत् कृष्णेन जगतस्य जगतः करोति जगत् करोति इति वदति न जगत् इत्यपि जगत् इति द्वितीयं द्विव्यक्ति कृष्णेन कृष्णः जगत् करोति इति लट् विवक्षायां, तत्र जगत् इति द्वितीयान्तमस्ति, किन्तु जगतः इति कर्मपदं केनापि प्रत्ययेन न उक्तम्। अत्र कर्ता इति कृदन्तकृतयोगेन न उक्तम् अस्ति। अनुक्तस्य कर्मणः षष्टिः जातः कर्तृकर्मणो इति, अत्र कर्ता इति कृदन्तेन अनुक्तः अस्ति कृतं कर्मपदं जगत् इति, तस्य कारणेन कर्तृकर्णो कृति इति सूत्रेण जगतः इति षष्ठी विभक्ति भवति, कृष्णः इति तृतीयं बाधित्वा प्रथमा विभक्ति भवति। कृष्णेन जगतः कर्ता इति एकं वाक्यं भवितुमर्हति, तत्र तु कृष्णेन इति बाधित्वा कृष्णः इति भवति। तदनन्तरं कृष्णेन जगत् कृष्णेन जगत् कृता, किं कृता कर्ता, ऐ थिङ्क् कृता शुड् बि आल्सो केन् बि आल्सो यूस्ड् नो कृष्णेन जगत् कृतं, कृता नास्ति कृतं, दट्स् राइट्। So these are the two examples of Kartra Shashti and Karma Shashti. Here Kartra Shashti is Krishnasya Kriti. Tatra, suppose if we put Jagataha in between here, what will happen? I don't know. Krishnasya Jagataha Kriti. Both can be Shashti, yes. Ubaya Praptav, Karmasya Shashti Bhavati Eva, Karta Abhi Bhavkash, Vikalpena Bhavati Iti Uktam, na? सो कृष्णस्य जगतः कृतिः इति भवितुमर्हति महोदय। जगतः इति कर्मपदं केनापि प्रत्ययेन न उक्तं कथं महोदय? जगतः कथम् आगच्छति प्रत्यये एव विधीयते। कर्ता इति कृदन्तपदेन किं सूचय कर्ता इति कृदन्तपदम् जगत् कर्मपदं जगत् न कर्ता यदि करोति चेत् तत्र कर्म उक्तः भवति, किं करोति जगतः करोति इति भवति न। यदि कर्ता इति कृतन्तयोजनेन कर्त्रार्थे अस्ति चेत् कृष्णः उक्तः स भवति, यदि भावार्थे भवति चेत् तत्र किमपि न उक्तं न। अवगतं महोदय, सपोज् कर्ता इस् यूस्ड् तच्च कर्ता केन् बि नो इबन्दो इति क्रियापदं तत् क्रियापदं डु नाट् स्पेसिफै ऐदर् कृष्ण आर् जगत् as the in the stage krishnena jagatah jagat kritam iti ekam vakyam asti tatra tritiya kritam iti vakyena karta ukto asti right if you are saying kritam then it is defining kritam kena kritam iti prashnam asti ayati na so you say krishnena kritam okay यदा कर्ता इति अस्ति चेत् कः कर्ता कृष्णः कर्ता किं कर्ता जगतः कर्ता इति जगत्कर्ता इति जगत्कर्ता इति वक्तुं शक्यते किन्तु अविवक्षायां किं भवति अविवक्षायाम् अस्ति चेत् तत्र कर्म न उक्तं न कर्ता विना उक्तम् therefore krishnasya kritih yata purvam uktam atra karma na uktam because karma should be always either in dvitiya or in shashti okay or if it is a karmani prayoga it will be in prathama so we have three conditions if it is karmani prayoga karma will be in prathama if it is a krit yoge asti and what you call kartari prayoge asti chet ubhayatra dvitiya bhavati kintu dvitiya avibhaksha asti etra dvitiya vaktum na icchati tatra prathama na bhavati kintu shashti bhavati ओके अवगतम् अस्ति दर् आर् त्री कण्डीशन्स् सप्रेट्लि इफ् इट् इस् अ स्टाण्डर्ड् कर्तरि प्रयोग देन् कर्म इस् इन् द्वितीय कर्ता इस् इन् प्रथम बट् इफ् इट् इस् इन् कर्मणि प्रयोग दर् कर्म इट् इस् कर्म इस् उक्त दर् फोर् कर्म बिकम्स् प्रथम एण्ड् इफ् इट् इस् अ कृत् योग कृत् योगेन यदि कर्ता कर्म उक्तं देन् कर्म विल् बि इन् द्वितीय कृतयोगेन अपि बट् यदि कारकविवक्षा नास्ति अनुक्त इति स्वीकृत्य वक्तुमिच्छति चेत् तत्र षष्ठी प्रयोगः भवति धन्यवादः महोदय I think Bhagini has not taken this, no? Where did he no. show it? I think we didn't do this. Yeah. She was more giving the example up to this one only she had completed, which was this Kumara Sambhava Shloka. That was the last one which she discussed. Come, Madhya. Kumara Sambhava Shloka was the last one, yeah. Yeah. So basically these are the things see what is it let me see 2351 धातु अविदर्थस्य करणे तत्र करण उक्तस्ति दीस् आर् द सेवेन् सूत्रास् वाट् इस् टैङ्क् ज्ञाविदर्थस्य करणे अधिकर्ते देशाभ्यां कर्मणि कृञ् प्रतिपदने प्रतीयत्ने भाववचनाञ्चरे अशीषिनाथ 1, 2, 3, 4, 5, 6. So, 1 minute. श्रूयते महोदय. No, he said he is going to go, give him some time, right? Okay. So he is attending to something. Sorry, there was somebody in the door. No problem. Mahadev. So we have this sutras which are all coming in at the Pratipadana Shashti Iti Sutra. From starting from 51 to what? 51 to 57. So 57 is this sutra. Vyavahrapano samarthayoho. So these seven sutras. And then there is an additional one sutra which is 2365. So 65 also is the, so 65 here. Right. कृत्वार्थप्रयोगे कालो अधिकरणे कर्तृकर्मणो कृति इति उभयप्राप्तौ कर्मणि. दीस् आर् द सूत्रास् विच् आर् बीङ्ग् रेफर्ड् टु. एनिवे एण्ड् ऐ आल्सो लुक्ड् इन् टु दिस् प्रतिपदान षष्टि इति परिशिष्टं भगिनी दत्तमस्ति न. There also Pratipadana Shashti Iti Grihapata Rupena Patatu Iti Bhagni Uttam. So we will read it once. It is not that we are going to understand, but at least we know that we have read it. So I'll read it. Pratipadana Shashti Kaishchit Sutrehi Pratipadam Uccharya Ya Shashti Vibhakti Vidyate Sa Pratipadana Shashti Iti Uchyate. अष्टाध्यायां न्यो विधार्थस्य करणे इति अस्मात् सूत्रादारभ्य व्यवहृपणौ समर्थयोः इति सूत्रपर्यन्तम् अपि च कृत्वार्थप्रयोगे कालाधिकरणे इति एतैः सूत्रैः या षष्टिविभक्तिविहिता भवति सा प्रतिपदान विधाना षष्टि इति उच्यते. यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्टिः विधीयते इति. कृतयोगे या षष्टिः तत्पुरुषसमासा भवितुम् अर्हति तं निषेधयितुम् एव एतानि अष्टसूत्राणि कृतानि, न तु षष्टिविभक्ते विधानार्थम्. अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि, न तु षष्टिविभक्तेः विधानार्थम्. सो शी इस् टाकिङ्ग् अबौट् दट् एय्त् सूत्रास् 7 under here, no vidarte karano ityarabhya vyavahrapanoyo samarthayo iti sutra vajyantam evam krithvarte prayoge kale adhikarane iti sutra samahitya ashta sutra shashti vidhanam bhavati kaihi shabdaihi saha kaihi padaihi saha shashti vidhiyate. Tatra shashti vidhananandaram tasya samasam निषेधं भवति इति कृत्वा समासनिषेधार्थमेव सूत्राणां विधानं भवति, न तु षष्टिविधानार्थम् इति अत्र परिच्छेदे दत्तमस्ति. यद्यपि शेषत्वेन विवक्षा अस्ति चेत् षष्टिशेष इत्यनेन एव सूत्रेण षष्टि सम्भवति, तदापि प्रतिपदविधाना षष्टि न समास्यते इति वार्तिकेन अनुरोधेन षष्ट्यन्तेन सह समासस्य निषेधार्थम् एव प्रतिपदा विधाना षष्टि इत्यस्य विधानं क्रियते. अतः एतैः सूत्रैः या षष्टिः उच्यते तैः सह समासः न सम्भवति. अत्र वार्तिकेन इति उक्तम्, वार्तिकस्य अनुरोधेन षष्ट्यन्तेन सह समासः निषेध्यते अर्थम्. तत्र वार्तिकेन एव अवबोधनं जायते कि समासनिषेधं भवति इति. मे विदर्थस्य करणे ज्ञानाते अर्थात् ज्ञादातोः अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षते षष्टी स्यात् इति सत्यसूत्रस्य अर्थमस्ति. विद् अर्थः यस्य, सः विदर्थः, न विदर्थः अविदर्थः, तस्य अविदर्थस्य अविदर्थस्य इति सूत्रस्य निष्पन्नं. विदर्थः यस्य, सः विदर्थः, न विदर्थः अविदर्थः, तस्य अविदर्थस्य. ज्ञा षष्ट्यन्तम्, अविदर्थस्य षष्ट्यन्तं, करणे सप्तम्यन्तम्, षष्टिशेषे इत्यस्मात् सूत्रस्य अनुवृत्तिसहितसूत्रं वदति. ज्ञाः ज्ञादातोः अविदर्थस्य करणे शेषे षष्टि इति. यथा सर्पिषः ज्ञानम् अर्थात् करणीभूतं यत् सर्पिः तत्सम्बन्धिनी प्रवृत्ति इति अर्थतः. अत्र see if you remember very well, three of us are Vedanta students, so it's easy to tell that this jnana, for the jnana we have this gatyartha dhatus. I have got all these gati and jnana, both arthas are coming, you know, in the gatyartha dhatus. So for avagamanam satara gam dhatu eva upayujite na avagamanam. Same way, Nya also has got one more thing, is Karana. Janati Ichchati Yatate. We have studied that. So, Janati is a Jnanam Bhavati. Tat Jnanam Eva Karakam Bharati Yatanarte. So, therefore, the Jnana has got a Karana, this thing, what you call Karaka. कारकार्थं इट् बिकम्स् ए करणं फोर् द यज्ञम्. देर्फोर् सर्पिषः ज्ञानेन बालः ओदनं खादति. तत्र सर्पिषस्य सर्पिषज्ञानं कारकं भवति बालानां कृते ओदनखादनार्थे. सर्पिषज्ञानम् इति ईस् ए सर्पिषः इस् ए षष्टि. Sarpisha is curd, I mean buttermilk or curd, poured or onto the top of ghee, when it is poured on the top of odhanam, that knowledge that there is ghee on the top of the odhanam is the cause for the child to eat the rice. Arthat karani bhudam yat sarpihi. Karani bhudam means for causing the effect by the presence of sarpi. Therefore, sarpi shashti bhavati. Tat sambandhini pravarti iti artaha. Tat sambandhini arti means presence of the ghridam in the top of odhanam is the cause for it. Then, adhigartha deshabhyam karmani. This is the second sutra. What does it say? The adhigartha स्मरणार्थ इत्यर्थम्. दया दान गति रक्षणेषु ईशः ऐश्वर्यः एतेषां कर्मणि कारके शेषत्वेन विवक्षते षष्टी विभक्त्यर्था भवति. अधिक अर्था येषां ते अधिकर्ताः अथवा अधिकः अर्था इव अर्था येषां ते अधिकर्ताः. अधिकर्तश्च दयश्च ईशश्च तेषाम् इतरेतरद्वन्द अधिकर्ते दयेशे अधिकर्तदयेश तेषाम् अधिकर्तदयेषां बहुव्रीहि गर्भद्वन्द्वसमासः. अधिकर्तदयेषां षष्ट्यन्तं कर्मणि सप्तम्यन्तं षष्टिशेषे इति सूत्रात् सम्पूर्णसूत्रस्य अनुवृत्ति अनुवृत्तिसहितसूत्रम् अधिकर्तदयेशेषां कर्मणि शेषे षष्टि. उदाहरणमस्ति यतः मातुस्मरणम्, अर्थात् कर्मीभूतमातृसम्बन्धिस्मरणम् इत्यर्थः. सर्पिषो दयनं, दयनं नाम रक्षणम् अथवा दानमिति अर्थः. अर्थात् कर्मीभूतसर्पीसम्बन्धि दयनम् इत्यर्थः. How does sarpish becomes dayanam? I don't know. Sarpisha ishanam. Ishanam nama samittam ityartha. Karmi bhuta sarpihi sambandhi yate yateshta viniyogaha ityartha. Okay. Tata karmi bhuta sarpihi sambandhi yateshta viniyogaha ityartha. Tata sarpisha ishanam. As if you are the lord of the ghee, a lord, a swami asti chet, tasya upayogam ichchartam kartam shakyate na, iti eva artham bhavati. Tatra ishanam iti doesn't really mean that he is the lord or the isha for the sarpi, but swamittam asti kritva, you can use it yadecha. इष्टानुसरणं तत्र द त्री वर्ड्स् आर् अधिकर्ता दया ईश. अवगतं वा पुष्पा भगिनी? ऐ मीन् पुष्पा भगिनी महोदय, अधिकर्तदयेषां कर्मणि इट्स् लैक् ऐ डोण्ट् अण्डर्स्टाण्ड् द मीनिङ्ग् दो. दयनं नाम रक्षणम् अथवा दानम् इति अर्थः, अर्थात् कर्मीभूतसर्पिः सम्बन्धिः दयनम् इत्यर्थः. कर्मीभूतसर्पिः सम्बन्धि ऐ डिण्ट् फालो दट् सेण्टेन्स्. अर्थात् कर्मीभूत दट् सेण्टेन्स् इस् दयनं नाम रक्षणम् अथवा दानम्. ऐ केन् अण्डर्स्टाण्ड् सर्पिषः दयनं, सर्पिषः दानम्, ओके, आर् सर्पिषः रक्षणम्. अर्थात् कर्मीभूतसर्पिः सम्बन्धि दयनम् इत्यर्थः. See, what I understand is that, I don't know whether I'm right or not. See, dayanam, it means rakshanam. So, sarpi dayanam in this word, protecting the ghee, therefore the knowledge of karma, the karmibhutasarpih. So the sarpi becomes creates cause for a karma for rakshanarthe. Right? Therefore karmi bhuta sarpi sambandhi rakshanam ityartha. The rakshanam is by effect of the knowledge of sarpi as a cause for its own protection, its protection. See, for example, I am assuming that suppose if you are keeping the the ghee hung on a rope in a ghada, why are we doing that? Tasmin ghade sarpi sarpi sarpi asti iti kritva na. So sarpi sambandhi karmi bhudha. That karma kim kena jatam? Why did the karma of hanging the sarpi on a pot happen? Rakshanartam. Dayanartam. Dayanartam. Iti arte. Okay. Evam vida, here sarpisha isha. Isha means here swami swami artam. So swami means yadecha kartam shakyate. Iti kritva sarpisha isha means you are the, as if you, in when the knowledge of using ghee unlimited way, you are given rise to the meaning that you have the freedom to use it. swami that is you are saying so there is a karmi bhuta sarpi sambandha yadeshta viniyogah tatrapi sarpi sambandhi ईशत्वम् अथवा यथेष्टविनियोगः जातः तस्य कारणमस्ति सर्पिः इति कर्म कर्मभूतसम्ब सर्पि सो कर्म कर्मीभूतसर्पि इति समस्तपदमस्ति यः सर्पि येन कर्म जनयति कर्म जनयति सः कर्मभूतसं सर्पिः इति तेन सम्बन्धि क्रिया अस्ति यदेशविनियोगः कर्मीभूत बेसिकली इट् इस् सेयिङ्ग् दट् देर् आर् टु त्री वर्ड्स् इट् अधिकर्त मीन्स् स्मरणम् एण्ड् देन् दया इस् दयानं दयनं मीन्स् रक्षणं ईशम् ईशं मीन्स् स्वामि सो इन् दिस् वन् देर् आर् त्री स्टेट्स् वेर् द कर्म शुड् बि कर्म उक्त अस्ति तत्र रैट् इन् द स्मरणक्रिया कर्म इस् उक्त्वा मातः मातु मातरं स्मरति इति भवति तत्र षष्ट मातरम् इति द्वितीयां प्रपाद्य मातुः इति षष्ठी भवति एवंविध दयनं भवति चेत् सर्पिषदयनं भवति तत्र सर्पिष सर्पिष् इति पदस्य षष्ठी विभक्ति प्रथमा षष्ठी प्रथमा विभक्ति सर्पिषः दयनं भवति एवं सर्पिषः ईशानम् इति पदे ईशानम् इति ईशानम् इति कृतान्तेन सर्पिषः इत्यस्य द्वितीय भवितुम् अर्हति किन्तु तस्य स्थाने षष्ठी भवति बौत् दयानम् एण्ड् ईशानम् इस् कृतन्तपद दयनम् एण्ड् ईशानम् Oh, okay, yeah. They are not nouns. Amad, yeah. With the visheshanas. Mm-hmm. Arna Bhagini, how come they are not the name of that? Ishanam. Ishanam. Ishanam. Actually, if you look at Ishanam, युडन्तम् अरणो अन लैक् ज्ञानं मण्ड ईशानं हियर् लेट् मी राइट् जी ईश् धातु अनस् प्रत्ययः अस्ति आनस् प्रत्ययः तद्विशिष्टे इति अर्थे ओके One Ishana means owing, possessing, master. So Ishana Sandarshana, that is the Kalpadruma, that is better. See, Ish, Ishte, Ish, Tachilyavayava, Tachilyavayava Yojana Shaktishu, Chanash, not shanach chanash so mahadeva ityamaraha as tatra if इष्टे प्लस् इष्टे मीन्स् ईश् प्लस् ताच्छिल्यार्थे ताच्छिल्यार्थे सत् ताच्छिल्यार्थे ईश् ईश् धातोः चानश् प्रत्यययोजनेन ईशानः भवति. आनश् भवति चेत् तत्र ईशानं तत्र किं भवति तत्र आनश् भवति प्रत्ययः डिफ्रेण्ट् ईशानः मीन्स् चानश् ईशानम् अत्र आनश् इति प्रत्यय ओके सो बेसिकलि वाट् इस् स्मरति मातु मातरं स्मरति इति भवितुमर्हति स्मरणम् इति कृतन्तयोजनेन तत्र स्मरणम् इत्यस्य मातु मातरं स्मरणं मातरं स्मरणम् इत्यत्र स्तरे षष्टि भवति मातुः स्मरणम् एवंविध सर्पिषदयनं सर्पिष ईशानम् देन् नेक्स्ट् सूत्र इस् कृञः प्रतियत्ने कृञः कर्मणि शेषे षष्टि स्यात् गुणाधाने सतः गुणाद गुणान्तरादानां प्रत्ययन कृञः षष्ट्यन्तं प्रतिपद्यने सम्यक्त्यन्तं षष्टिषष्टिसूत्रात् अनुवृत्ति अधिकर्त तेषां कर्मणि इत्यस्मात् कर्मणि कृञः प्रतियत्ने कर्मणि शेषे षष्टि उदाहरणमस्ति यदोदकस्य उपस्करणम् यथोदकस्य यदा शब्दस्य सकारान्तोः नपुंसकलिङ्गः दकशब्दस्य उदकवाचि उदक ओ यद उदकवाचि यदश्च धकं चेति द्वन्द्वः यतोदकं द्व यतो शब्दे अकारान्तपुल्लिङ्गः यतोश्च उदकं चेति द्वन्द्व इत्युक्त अनुपदयो अनुपदम् एव उक्तं वस्तुतः कर्मीभूतै द्योतकसम्बन्धी परिष्करणम् इत्यर्थः इट् इस् अ वर्ड् मीन्स् कर्मीभूतै द्योतकसम्बन्धि कर्मीभूत तत्र द्योतक भूतैः द्योतकसम्बन्धि परिष्करणम् इत्यर्थः ऐ डोण्ट् नो इट्स् वेरि डिफिकल्ट् टु अण्डर्स्टाण्ड् लेट् भगिनी ओन्लि हस् टु एक्स्प्लेन् ऐ थिङ्क् देर् आर् दी सूत्रास् आल् लेट् अस् लीव् भगिनी टु टेक् इफ् इट् इस् बीङ्ग् डिस्कस्ड् इन् द क्लास् But she said that these are all, by, what we have to remember is that even though there is Shashti Vidhanam by these sutras for the Karmapadas, that Shashti, because of the Vidhi of Shashti, Shashti Tatpurusha Samasa Bhavidu Marhati Iti Manasi Ayati Che Tadna Tatra Samasa Nishidyate Iti Evaakta. Okay, we'll stop here because the rest of the places let Bhagini take it in the class. She was, the last 2-3 classes she has been only explaining on the Karaka aspect of Shashti. Yeah, she had not gone into the Shashti Samasa as such. The Katra Karmano Kriti has been taking a long time, Long time, because what she says is that the confusion can come when the Shashti, Shashti iti Samasa Vidhana Sutram has only say Purvapadam Shashti Bhavet. But Purvapadam Shashti Asti Chet Api Shashti Samasa Bhavitum Na Arhati. For that we should know what is Karaka. That's true. That is why she has been harping upon this Karaka Shashti. Okay, we'll stop but here. I'll be missing the class tomorrow. I'll be missing the class tomorrow, Madhya, but... Okay. Yeah, some classes we'll have to, if you are missing, you have to catch up with the recording, that's all. Yeah, the following Friday class I have to... Okay, we'll stop here. Dhanyavada. Dhanyavada, Madhya. Namaste, Madhya. Namaste.